तिष्ठति सद्यस्य च केवलम् तस्मै ज्येष्ठाय ब्रह्मणे नमः ॐ भुनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु नो विद्विषावहै ॐ शान्ति शान्ति शान्ति। यस्तनीये विषये किमपि विचारणीयमस्ति केनचित्, यः विषयः यः प्रस्तुतः तत्र किमस्ति? यः एकः विषयः प्रतिपादितः आसीत् तत्र उक्तमासीत् ऐतिहासिकविषयोपि अत्र वर्तते इति। तत्र शङ्का अस्ति चेत् ऐतिहासिकविषयः प्रमाणरूपेण वर्तते अथवा कथारूपेण वर्तते, यतोहि एति चेत् प्रमाणमपि वर्तते कथा। अस्तु, ऐतिह्यम् ऐतिह्य शब्दः यः प्रमाणे प्रमाणपक्षे वर्तते तत्र तु प्रायेण अनित्य एव स्वीक्रियते, तथा आसीदिति तथा आसीदिति। अत्र वेदविषये यः ऐतिह्यशब्दो वर्तते इतिहासशब्दो वर्तते तत्रापि यतोहि प्रायेण किं भवति तत्र प्राकृतिकघटनानां प्रकृतिगतघटनानाम् अथवा ब्रह्माण्डगतघटनानां वर्णनं वर्तते। प्रमाणं किं भवति प्रायेण तत्र द्वयोरपि ज्ञातं स्यात्, तत्र प्रमाणं दीयते यथा प्रत्यक्षे प्रत्यक्षं दीयते अथवा अनुमानं दीयते, तत्र उदाहरणादिकम् अपि प्रस्तूयते किञ्चित्, किञ्चित् प्रसिद्धं वस्तु भवति किञ्चित् च अप्रसिद्धं वस्तु भवति, प्रसिद्धवस्तुना अप्रसिद्धवस्तु प्रायेण तत्र साध्यते। अत्र ऐतिह्यशब्दः प्रमाणत्वेन तु कथं वक्तुं शक्यते? लौकिकः इतिहासः अत्र न वर्तते, लौकिकः इति अनित्य इतिहासः, स एव तु प्रायेण प्रमाणत्वेन प्रस्तूयते तत्र, यत्र ऐतिह्यत्वेन यथा पूर्वं सः राजा बभूव तेन एतत् कृतमासीत् इत्यादिकं तत्र प्रस्तूयते, अत्र तु तथा नास्ति। शब्दप्रमाणे किं भवति, यदि शब्दः प्रमाणम् आप्तोपदेशः शब्दः स च प्रमाणं तत्र स्वीक्रियते तत्तु अस्ति, परं शब्द एकः पक्षस्तु अयं भवति यत् यतोहि वेदेन उच्यते अतः अस्माभिः स्वीकर्तव्यः, यतोहि वेदाः स्वतः प्रमाणत्वेन स्वीक्रियन्ते, तत्र वेदानां पुष्ट्यै अन्यस्य कस्यचित् प्रमाणस्य आवश्यकता नास्ति, यतोहि ईश्वरेण उपदिष्टाः साक्षात् ते वर्तन्ते इति, ते शब्दप्रमाणे वेदाः आगच्छन्ति ईश्वरेण उक्तत्वात्, ईश्वरेण तत्र उपदिष्टत्वात् इति। तत्र याः घटनाः कीर्तिताः सन्ति, यतोहि यथा अस्माभिः किमस्ति तत्र पञ्चतन्त्रादिकं पठ्यते, पञ्चतन्त्रं हितोपदेशः अथवा महाभाष्यम् अथवा सत्यार्थप्रकाशः, तत्र सर्वत्रापि सिद्धान्तानां वर्णनं वर्तते सर्वेषु अपि ग्रन्थेषु, परं तेषां सिद्धान्तानां वर्णनाय तत्र संवादशैली एका आश्रिता वर्तते सर्वत्रापि, तत्र कानिचित् पात्राणि कल्पितानि वर्तन्ते, पात्राणि आधृत्य च सिद्धान्ताः प्रस्तूयन्ते, तथैव अत्र वेदेपि किमस्ति अनेके सिद्धान्ताः तथा प्रतिपादिताः सन्ति, क्वचित् नदी नदीमाश्रित्य क्वचित् विश्वामित्रमाश्रित्य क्वचित् किञ्चित् इन्द्रं वृत्रम् इत्यादि यम यमी संवादसूक्तानि अनेकानि सन्ति तत्र तत्र यः घटनाः वर्णिताः वर्तन्ते किन्नाम ब्रह्माण्डगताः अथवा प्रकृतिगताः घटनाः वर्णिताः सन्ति ये खलु या खलु नित्यमेव घटन्ते अत्र लोके लोके इति ब्रह्माण्डे अथवा प्रकृतौ तासामत्र वर्णनम् ऐतिह्यत्वेन वर्तते चेत् तासां प्रमाणत्वेन आवश्यकता क्व नु भवेत् इति द्रष्टव्यं भवति न देवापि शान्तनुरुष्टिषेण अनेके वर्तन्ते तथा तत्तु अस्ति तदेव तु वच्मि न यत् प्राकृतिकघटनानां वर्णनं वर्तते न तु तथा यदि हि देवापि कश्चित् जनः स्वीक्रियते यथा महाभारते प्रसङ्गः आगच्छति अत बृहद्देवतायामपि प्रतिपादितं वर्तते चेत् सः अनित्य इतिहासो भवति स्वप्रमाणत्वेन प्रस्तूयेत यथा तत्र आसीत् यथा तेन कृतम् आसीत् तथैव अत्रापि भवति इति प्रमाणत्वेन प्रस्तूयते परं नित्य इतिहासे तथा यतो हि या घटना अथवा यद् ऐतिह्यं पुरस्ताद् भवति स्म तदेव अत्रापि भवति अद्यापि भवति इन्द्रवृत्रासुरयोः युद्धः यथा तत्र प्रचलति स्म पूर्वं तथैव अद्यापि चलति एवं प्रत्यक्षत्वेन वा अनुमानत्वेन वा प्रस्तोतुं शक्यते तत् अलङ्कारिकी भाषा तु वर्तते एव अलङ्कारत्वेन तु वर्तते एव ऐतिह्यं यत् प्रमाणत्वेन प्रस्तूयते तत्र प्रायेण अनित्य इतिहासः स्वीक्रियते एवं वक्तुं शक्यते आम्नायः वक्तुं शक्यन्ते तस्मिन् तस्मिन् विषये एतदपि स्मर्तव्यम् अस्माभिः तस्मिन् तस्मिन् विषये तस्मिन् तस्मिन् प्रसङ्गे यथा वैयाकरणानाम् अष्टाध्यायी आम्नायग्रन्थो वर्तते अथवा पञ्चोपदेश आम्नायग्रन्थो वर्तते तेषां नित्यमेव पाठः कर्तव्यः नैरुक्तानां निघण्टु वर्तते तथा तस्मिन् तस्मिन् विषये तस्मिन् तस्मिन् प्रसङ्गे प्रकरणे वा सहसा ग्रन्थः आम्नायत्वेन अर्थात् मूलग्रन्थः अभ्यासार्थमेव सः ग्रन्थो भवति नित्यम् अभ्यासः कर्तव्यः इति अन्यदस्ति किमस्ति निर्वचनं धातु गृह्यते य इति या धातु गृह्यते हरति ददाति याति इति हृदयम् कथं ज्ञानं भविष्यति निर्वचनं कथं क्रियते एवं तु निर्वचनविषये विस्तरेण अग्रे वक्षति अयं स्वयमेव कथं नु निर्वचनानि कर्तव्यानि इति तत्र यथा उक्तं यत् सर्वथा शब्दस्य स्वरूपे आश्रयणं न ग्राह्यम् यतोहि तत्र उक्तम् अस्ति विषयवत्यो हि वृत्तयो भवन्ति वृत्तय इति शब्दप्रयोगः यः शब्दः अस्माकं प्रस्तादृश्यते तत्र उक्तमस्ति अर्थं नित्यं परीक्षेत अर्थस्य परीक्षा कर्तव्या पूर्वं तु अर्थमिति प्रवृत्तिनिमित्तं तस्य शब्दस्य कः वर्तते इति अस्तु अर्थपरीक्षणं मया कथं कर्तव्यम् एवमत्र भविष्यति यथा हि अहं तु अबुद्धोऽस्मि युवावस्थायां न पूर्णज्ञानम् अत्र वर्तते चेत् अत्र अत्र किमस्ति अस्माभिः केवलं प्रयासः क्रियते आचार्यस्य ऋषीणां च सान्निध्यम् अस्माकं वर्तते एव ऋषीणां सान्निध्यम् अत्र साक्षात् ग्रन्थत्वेन वर्तते ऋषीणां ये ग्रन्थाः सन्ति ते अस्माकं मार्गदर्शनं कुर्वन्ति अन्यच्च परम्परया ये आचार्याः सन्ति तेषां सान्निध्यम् अस्माकं पार्श्वे वर्तते अन्यच्च किमस्ति स्वकीयम् अध्ययनं तत्र वर्तते अत एव पुनः पुनः उच्यते यत् ऋषिभिः या परम्परा प्रदत्ता वर्तते यत् परम्परा इति ग्रन्थाध्ययने पूर्वं वेदाङ्गानि अध्येतव्यानि पश्चाच्च उभाङ्गानि अध्येतव्यानि पश्चाच्च एतत् एषा ग्रन्थः अध्येतव्य पश्चाच्च एषा ग्रन्थः अध्येतव्य तेन किं भवति परम्परया अध्ययनेन चिन्तनस्य यः सङ्कोचः आसीत् पूर्वम् अथवा किं नाम चिन्तने अविस्तारः यः आसीत् अधुना एतेषां ग्रन्थानाम् अध्ययनेन तत्रापि केवलम् आर्षाणाम् अध्ययनेन यदि अनार्षाणाम् अध्ययनं क्रियते चेत् तथा बुद्धिसौष्ठवं न भवति बुद्धेः विस्तीर्णता न भवति यथा केवलम् आर्षाणां ग्रन्थानाम् अध्ययनेन चेत् बुद्धिस्तरः वर्धते चिन्तनस्तरः वर्धते चिन्तनस्तरः वर्धते शब्दानां परिचयः व्याकरणमाध्यमेन शिक्षामाध्यमेन कल्पमाध्यमेन कथं कथं नु शब्दस्य प्रयोगः तत्र तत्र भवति इति सर्वमपि तत्र जातम् अतः तत्र तदा तत्र वेदे गच्छति वेदे इति वेदार्थं कर्तुं वेदस्य शब्दतः यः स्वरूपं वर्तते तत्तु ज्ञातं ज्ञातम् इति स्मृतं यतो हि वेदानां संस्कार एव तथा प्रवर्तते पश्चाच्च तस्य अर्थे यदा प्रवृत्तिः अस्माभिः कर्तव्या वर्तते चेत् एतान् ग्रन्थान् अधीत्य तत्र प्रवृत्तिर्भवति एतेषाम् अध्ययनेन किं भवति तत्र बुद्धिस्तरो वर्धते चिन्तनस्तरो वर्धते चिन्तनं कर्तुं तत्र शक्यते आरम्भे तथा मतिर्नास्ति चेत् अत्र तत्र उच्यते अर्थनित्यः परीक्षेत अर्थस्य नित्यं परीक्षा कर्तव्या यथा अर्थः दृश्यते तदनु तस्य निर्वचनं कर्तव्यम् एवं भवति चेत् परम्परया पूर्वम् इति कदा पूर्वमिति यदा एतेषां शास्त्राणां विस्तरो न जातः केवलं वेदा एव आसन् एतस्मिन् समये व्याकरणं नासीत् चेत् तस्मिन् समये हृदयशब्दस्य योऽपि अर्थो गृह्यतमन्ये चेत् व्याकरणं तु पश्चादपि वर्तते चेत् तस्मिन् अधुना व्याकरणं दृष्ट्वा तस्य व्याकरणे यः धातुः वर्तते तस्य धातोः अनुसारितया तत्र अर्थः क्रियते चेत् तदनुसारितया तु तस्य सदशः अर्थः जायन्ते चेत् अधुना अयमेव अर्थः अस्य वर्तते इति निश्चितं भवति अधुना अयम् अर्थः इति कथं जायेत अन्यच्च पुरस्तात् कथं जायन्ते इति प्रश्नः अत्र एका ऋषिपरम्परा उद्धृता वर्तते निरुक्ते साक्षात्कृतधर्माणः ऋषयो बभूवुः इति एषा स्थितिर्वर्तते पूर्वतनानां ऋषीणां सर्वतोपि पूर्वं ये जाताः धर्म इति उच्यते कस्यचित् वस्तुनः अस्तित्वनिमित्तम् कस्यचित् वस्तुनः अस्तित्वं किमर्थं वर्तते केन कारणेन वर्तते तस्य कारणस्य ज्ञानम् अस्तित्वस्य कारणस्य ज्ञानम् एव तस्य धर्मस्य साक्षात्कारः चेत् तत्र तेषाम् आसीत् किमर्थमिति चेत् अत्र वक्तुं शक्यते यथा आयुर्वेदे आगच्छति चर्के एव प्रत्येकस्मिन् स्थितौ यथा शरीरे वयं पश्यामः शरीरे आरम्भिकी या स्थितिर्वर्तते सा किल कफप्रधाना भवति तत्र च सप्तप्रधाना भवति या युवावस्था वर्तते सा पित्तप्रधाना भवति तत्र च रजः प्रधाना स्थितिर्वर्तते या च वृद्धावस्था वर्तते तत्र वातप्रधाना स्थितिर्वर्तते अन्ये च तमः प्रधाना स्थितिर्वर्तते तथैव दिवसेऽपि स्थितिर्वर्तते दिवसस्य आरम्भः सत्त्वप्रधानो भवति अन्ये च कफ प्रधानो भवति मध्याह्नः कस्यचित् दिवसस्य मध्यभागो यः भवति तत्र पित्त प्रधानता भवति अन्यच्च तत्र किन्नाम रजः प्रधानता भवति चाञ्चल्यं भवति तथैव दिवसान्ते तत्र वातप्रधानता भवति अन्यच्च तथैव वर्षस्य वर्गीकरणं क्रियते वर्षस्य आरम्भे अर्थात् वसन्ते कफप्रधानता भवति सत्त्वप्रधानता भवति मध्याह्ने ग्रीष्मकाले वर्षस्य मध्ये ग्रीष्मकाले तत्र पित्तप्रधानता भवति पित्तप्रधाना रोगा जायन्ते तत्र तत्र च रजःप्रधानता भवति चाञ्चल्यं भवति अन्यच्च अन्ते वातप्रधानता भवति अन्यच्च किन्नाम तमप्रधानता भवति इति तथैव सृष्टौ अपि वक्तुं शक्यते यः अपि कालखण्डः गृह्यते कस्यचिदपि तत्र सप्तप्रधाना स्थितिरासीत् सृष्टेरादौ सप्त येऽपि जनाः आसन् ऋषित्वेन तेषां सप्तप्रधानता इति अनेकत्र वर्ण्यते तत्र चर्केऽपि तथा ऋषीणां विषये वर्ण्यते अत्र निरुक्ते तु वर्ण्यते एव अन्यत्रापि किन्नाम वाक्यपदीयेऽपि दीयते अनेकेषु ग्रन्थेषु तथा वर्ण्यते तत्र सत्त्वप्रधाना स्थितिरासीत् यदि सत्त्वप्रधाना स्थितिरासीत् चेत् तमोगुणः अन्यच्च रजोगुणः तत्र तस्य प्रभावे किन्नाम सत्त्वस्य प्रभावे एतौ गुणौ आस्ताम् चेत् सत्त्वप्रधानायां स्थितौ यतोहि सात्विकी सा स्थितिर्वर्तते चेत् तत्र बाह्यनिमित्तस्य तथा आवश्यकता नास्ति एतेषाम् अर्थान् अवबोद्धुम् स्वकीया एव स्फुणता तादृशी वर्तते यत् कस्यचिदपि पदार्थस्य धर्मं ज्ञातुं तत्र शक्तिर्वर्तते सामर्थ्यं वर्तते तत्र व्याकरणादिग्रन्थानाम् आवश्यकता नास्ति यथा उदाहरणत्वेन जानीमः यथा अस्माकम् अत्र मातृभाषया व्यवहारः क्रियते परस्परम् तत्र व्याकरणस्य आवश्यकता नास्ति सर्वेऽपि पदार्थाः यथायथं जायन्ते एव मया या भाषा उच्चार्यते चेत् श्रोतृभिः जायते श्रूयते जायते च तथैव यथा मया उच्चार्यते तत्र व्याकरणस्य निरुक्तस्य वा अन्यस्य वा कस्यचित् वेदाङ्गस्य उपाङ्गस्य वा आवश्यकता एव न वर्तते सतैव यतोहि तस्य अभ्यासः वर्तते चेत् सा एव स्थितिः सृष्टेः आदौ ये वर्तमानाः ऋषयः आसन् तेषामासीत् स्वयमेव तत्र बाह्यनिमित्तस्य तथा आवश्यकता नास्ति यथा अद्यत्वे वर्तते चेत् या अग्रिमा पीठिका आसीत् पीढी आसीत् तेषां ऋषीणां तत्र यतोहि अधुना रजः वर्धते शनैः शनैः रजः वर्धते सत्त्वस्य च मन्दता जायते चेत् तत्र सा स्थितिर्नास्ति बुद्धेः सात्विकी स्थितिः या पुरा वर्तते स्म चेत् तेषां कृते वेदाङ्गानाम् आवश्यकता अभूत् चेत् तत्र साक्षात् अर्थस्य बोधो न भवति द्वितीयायां स्थितौ वेदाङ्गानां माध्यमेन व्याख्यानां माध्यमेन तत्र प्रवचनानां माध्यमेन बोधो पूर्वस्तरे तु स्वयमेव बोधो भवति द्वितीयस्तरे बाह्यमाध्यमेन बोधो भवति तृतीयस्तरे तु अन्यापि शिथिलता जायते चेत् तैः पूर्वतनैः ऋषिभिः यत् साक्षात् कृतम् तदेव तैः पूर्वतनैः ऋषिभिः असाक्षात्कृतधर्मभ्यः ये परवर्तिनः ऋषयः आसन् तेभ्यः उपदेशः तेषां धर्माणां कृतम् तदेव च अद्यापि परम्परया लभ्यते तदेव च अधीयते अध्याप्यते च एवं तत्र अर्थबोधो भवति शास्त्रमाध्यमेन तत्र व्याकरणादिग्रन्थानाम् आवश्यकता नासीत् अद्यत्वे तु भवति अद्यत्वे भवति चेत् स एव माध्यमो भवति पुरातन एव एवमत्र अस्ति तत्र वैज्ञानिकेषु ऋषिषु च भेदः अस्ति किञ्चित् किमस्ति एवं भवति न तदेव वच्मि ऋषिषु यत् चिन्तनं वर्तते अथवा आसीत् तत् किल मानवजीवनस्य सर्वाङ्गीणस्य उत्थानाय आसीत् सर्वाङ्गीणा उन्नतिः मानवजीवनस्य कथं नु स्यात् सर्वांगीणी अति तत्र आध्यात्मिकी शारीरिकी सामाजिकी यथा कथंचित अर्थात सर्वत्रापि तेषां दृष्टिरासीत् वैज्ञानिकानां तथा न भवति एकत्र दृष्टिर्भवति यथा मोबाइल वर्तते मन्ये चेत् तत्र तेन कथं नु वार्ता क्रियेत इति सर्वथापि अत्र पक्षे दृष्टिर्वर्तते परिणामे हानयोऽपि भविष्यन्ति इति तथा प्रायेण न विचार्यते सुखं लप्स्यते केवलं एकदिशा तत्र चिन्तनं वर्तते एकदिशा वार्ताः क्रियन् अत्रत्यः जनः अमेरिकास्थेन जनेन कथं नु वार्तां कुर्यात् इति एका दृष्टिर्वर्तते चेत् तत्र साफल्यमधिगतं प्रयोगैः पुनः पुनः करणेन चेत् तत्र साफल्यमधिगतं परं तत्र हानिरपि भविष्यति तत्र तु तथा चिन्तनं न विहितं तत्र तेषां ऋषीणां सर्वत्रापि दृष्टिर्भवति इति वक्तुं शक्नुते शक्यते यागः क्रियते पशुबलि पशूनां न एवमस्ति सा पुरातना स्थितिर्न वर्तते पशूनाम् अङ्गानां या आहुतयः तत्र दीयन्ते यागेषु सा पुरातना स्थितिर्नास्ति यतोहि किमस्ति तत्र ये शब्दाः तत्र ब्राह्मणग्रन्थेषु अथवा मीमांसायाम् आगच्छन्ति ते पशूनामपि नामानि सन्ति अन्य च औषधीनामपि नामानि सन्ति इति तत्र ऋषभक जीवक अन्येपि शब्दाः तथा आगच्छन्ति तथैव चेत् तत्र भ्रमः अर्थभ्रमः अन्यच्च स्वार्थपरता इत्यपि वक्तुं शक्यते एताभ्यां तत्र पशुबलीति वा पशु अङ्गानाम् आहुतिरिति वा प्रचलिता पश्चाद्वर्तिनि सा स्थितिर्वर्तते पूर्वतना या स्थितिर्वर्तते यागे यागस्य स्वरूपं किं वर्तते अथर्वेदे एकः मन्त्रः आगच्छति यत् लोकानां ज्ञानाय यागानां प्रवृत्तिरभूत् इति चेत् तत्र मञ्चनं भवति यत् ब्रह्माण्डे तत् पिण्डे तदेव च देवेदन्यां ब्रह्माण्डपिण्ड देवेदनी इत्यत्र त्रिष्वपि एतेषु समानता वर्तते ब्रह्माण्डे या घटना घटन्ते ता एव पिण्डेऽपि चलन्ति ता एव च देवेजन्यां यत्र देवाः इज्यन्ते तत्र तासामेव घटनानां मञ्चनं क्रियते स्थूलतया अवबोधयितुम् चिस्साम्यं तत्र वर्तते ब्राह्मणग्रन्थेषु पदे पदे एतद् आगच्छति त्रयाणामपि तत्र साम्यं दृश्यते चेत् तत्र हिंसा न वर्तते तस्य तु नाम अध्वर इति वर्तते अध्वर इति अग्रे अस्मिन्नेव निरुक्ते वक्ष्यते अध्वर इति यथा हिंसाकर्म न भवति हिंसारहितं कर्म अध्वर इति उच्यते चेत् तत्र हिंसनस्य कथं प्रवृत्तिर्भविष्यति एवं तु तत्र हेतवः दीयन्ते यद् वैदिकी हिंसा हिंसा न भवति इत्यादिकं सर्वमपि वक्तुं शक्यते व्याकरणस्य पूर्णता अत्र निरुक्ते भवति इति शब्दः व्यवहारे दृश्यते इति नैरुक्तो वा चिन्तयेत् वैयाकरणो वा चिन्तयेत् अन्यो वा कश्चित् भाषावैज्ञानिकः चिन्तयेत् सर्वैरपि अन्वाख्यानमेव क्रियते सर्वैरपि अस्तु शब्दः वर्तते शब्दः न साध्यते केवलम् अन्वाख्यायते सर्वैरपि चेत् मया ह्यः अपि उक्तमासीत् यत् व्याकरणे ये सिद्धान्ताः प्रोक्ताः वर्तन्ते आचार्यैः ते सर्वेषामपि शब्दानां यत्र तत्र गतानां सर्वेषामपि अन्वाख्यानं करिष्यन्ति अवबोधनं कारयिष्यन्ति इति तथा वक्तुं न शक्यते यतो हि तैः तैः आचार्यैः स्वयमेव मार्गाः तत्र प्रदर्शिताः सन्ति बहुलं छन्दसि इत्यादि उक्त्वा निपातनानि उक्त्वा व्यत्ययो बहुलम् उक्त्वा वाच्छन्दसि उक्त्वा अनेके मार्गाः तत्र आश्रिताः सन्ति किमर्थं बहुलस्य आशयः तत्र गृहीतः चेत् शास्त्रं किमपि शास्त्रं स्यात् दर्शनं वा स्यात् उत्वा व्याकरणं वा स्यात् निरुक्तं वा स्यात् केवलं मार्गं प्रदर्शयति सर्वमपि वक्तुं तत्र सामर्थ्यं कस्यापि शास्त्रस्य नास्ति केवलं मार्गः प्रशस्तः क्रियते अनेन मार्गेण अनेन उपायेन अन्येऽपि ये शब्दाः तत्र लप्स्यन्ते तेषां व्याख्यानम् अन्वाख्यानं वा कर्तुं शक्यते इति चेत् व्याकरणे शब्दस्य साधनाय शब्दस्य अन्वाख्यानाय अनेके मार्गाः आश्रिताः सिद्धान्तत्वेन यथा स्वप्रदर्शितं हन् धातोः रूपं प्रदर्शितं हन् इति मूलः धातुः गृहीतः परं तस्य यानि रूपाणि साध्यन्ते वैयाकरणैः तत्र तु हन् शब्दः लभ्यते एव न यथा घातशब्दः घातयति शब्दः घातकः शब्दः तत् हनः स्वरूपमेव लुप्तं सर्वथापि मीहसेचने चेत् क्वचित् अन्त्यविकारः भवति क्वचित् आदिविकारः भवति क्वचित् मध्यविकारो भवति क्वचित् किञ्चित् भवति क्वचित् किञ्चित् भवति सर्वमपि अवर्तते चेत् अत्र निर्वचनानि क्रियन्ते निर्वचनानि अर्थानुगुणं निर्वचनं क्रियते शब्दस्य तु आश्रयः तत्रापि गृह्यते एव यथा वैयाकरणे गृह्यते तत्र शब्दप्रधानं चिन्तनमस्ति व्याकरणे अत्र अर्थप्रधानं चिन्तनमस्ति सर्वथापि उभाभ्याम् उभयमपि त्यक्तुं न शक्यते यः शब्दप्रधानं चिन्तनं करोति तेन अर्थस्य आश्रयोऽपि नूनं ग्राह्य एव तत्रापि तु तस्यापत्यं तत्र आगतः इत्यादिकं सर्वं तस्य समूहः इत्यादिकम् आश्रितमेव वर्तते अनेन च यः अर्थप्रधानं चिन्तनं करोति तेन शब्दः शब्दस्य स्वरूपं त्यक्तुं न शक्यते यतो हि शब्देनैव तु व्याख्यानं क्रियते अन्वाख्यानं वा क्रियते अनेनापि च निर्वचनं क्रियते अस्य तु केवलम् एतत् तात्पर्यं वर्तते यदा अयं वक्ति नैरुक्तः यतो हि एतेषां सिद्धान्तः वर्तते आख्यातजानि नामानि तत्र तथा वक्तुं न शक्यते व्याकरणे आख्यातजानि नामानि यतो हि सर्वत्रापि तत् यदेव व्युत्पत्तिनिमित्तं वर्तते कस्यचित् शब्दस्य तदेव प्रवृत्तिनिमित्तमपि स्यात् तथा न लभ्यते व्यवहारे व्युत्पत्तिनिमित्तं यद्वर्तते तदेव प्रवृत्तिनिमित्तेऽपि लभ्येत तथा नास्ति क्वचित् लभ्येत यत्र लभ्यते तत्र योगरूढिपक्षे ते शब्दाः स्थापिताः सन्ति यत्र साक्षात् लभ्यते तत्र रूढिपक्षे ते शब्दाः स्थापिताः सन्ति परं ये रूढितः संज्ञाशब्दाः ये सन्ति तेषु कथम् परम् अत्र तथा नास्ति यतोहि अत्र सर्वतोऽपि वैदिकः पक्षः वर्तते नैरुक्तानां चेत् तस्य अर्थात् वैयाकरणस्य यः वैदिकः पक्षः अस्ति तत्रैव अस्माभिर्विचार्यं सर्वथापि तत्र च वैदिके पक्षे अनेके मार्गाः तत्र प्रदत्ताः सन्ति बौलं छन्दसि इत्यादयः अत्र तान् एव मार्गान् आश्रित्य व्याख्यानं क्रियते केवलं ये सिद्धान्ताः तत्र प्रतिपादिताः सन्ति शब्दस्य अन्वाख्यानः यदि केवलं तान् आश्रित्य अत्र व्याख्यानं क्रियेत चेत् तु न भविष्यति स्पष्टं कथं न जायते हा अनवगतसंस्काराः इति एकः अत्र प्रकरणम् अत्र आगमिष्यति अनवगतसंस्काराः शब्दाः सन्ति चेत् अनवगतसंस्काराः ये शब्दाः सन्ति यथा तत्र उक्तमस्ति न अस्ति अप्रयुक्तः भाष्यकारेण अस्ति अप्रयुक्तः इति उक्तमस्ति शब्दाः व्यवहारतः लुप्ताः अस्ति अप्रयुक्तः इति उक्त्वा अत्रापि अनवगतः संस्कारः शब्दः वर्तते चेत् तेषां संस्कार अर्थात् संस्कारार्थं शब्दस्य संस्कारार्थं शब्दस्य व्युत्पादनार्थं ये सिद्धान्ताः आश्रियन्ते तैः सिद्धान्तैः ते शब्दाः साधयितुं न शक्यन्ते अतस्ते शब्दाः अनवगतसंस्काराः सन्ति परं संस्कारः अनेन क्रियते तत्रापि अनवगतसंस्कारः इति संस्कारः इति संस्कारः कः उच्यते संस्कारो नाम व्याकरणं व्याकरणशास्त्रम् संस्कारशास्त्रमिति वक्तुं शक्यते शब्दस्य संस्कारशास्त्रम् संस्कारार्थं केचन सिद्धान्ताः तत्र आश्रिताः सन्ति तैः सिद्धान्तैः एते शब्दाः साधयितुं न शक्यन्ते चेत् एतत्तु पाणिनिरपि अभिमतं नास्ति यत् सर्वानपि शब्दान् अहं साधयिष्यामि एतैः सिद्धान्तैरिति न चेत् निपातना नाम आश्रयणं न कुर्यात् अथवा बहुलादिकं इत्यादिकं न कुर्यात् सः. परं ते अत्र तेऽपि निरुच्यन्ते शब्दाः ये अनवगतसंस्काराः सन्ति तेषामपि निर्वचनं तु अत्र क्रियते एव. ओम् अधुना एकः विषयः प्रतिपादितः मीमांसादिषु शास्त्रेषु जगादिविषये मांसविषयः किं तथा कर्तुम् आयुर्वेदेति वदन्तव्यः किमस्ति तादृश आयुर्वेदेति वदन्तव्यः तथापि मांसाहारविषये वर्तते यथा मीमांसादिशास्त्रेषु तु सङ्गति नियुक्ता तथा आयुर्वेदे नियुक्तव्यः. नै आयुर्वेदे किमस्ति आयुर्वेदम् आयुर्वेदग्रन्थाः ये सन्ति ते सर्वथापि व्यावहारिकाः ग्रन्थाः सन्ति. व्यवहारे च किमस्ति उभयमपि दृश्यते तत्र मांसाशिनोऽपि दृश्यन्ते शाकाशिनोऽपि दृश्यन्ते. ये शाकाशिनः सन्ति तेषां कृतेऽपि चिकित्सा प्रदीयते ये मांसाशिनः सन्ति तेषां यतोहि तत्र विधिशास्त्रं नास्ति आचारशास्त्रं नास्ति आयुर्वेदशास्त्रम् आचारशास्त्रं नास्ति चिकित्साशास्त्रं तदस्ति चेत् येऽपि जनाः लभ्यन्ते यथा व्याकरणशास्त्रं व्याकरणशास्त्रं किन्नाम आचारशास्त्रं नास्ति. यदि हि व्याकरणे केचन शब्दाः यथा मांसौदनादयः शब्दाः लब्धाः चेत् तत्र एवं न मन्तव्यं यत् पाणिनिना मांसौदनस्य विधानं क्रियते तत्र विधानं नास्ति तत्र अन्वाख्यानं वर्तते. अतः तत्र चिकित्साशास्त्रं वर्तते चेत् ये मांसाशिनः सन्ति तेषां कृते तदनुकूला व्यवस्था दत्ता ये शाकाशिनः सन्ति तेषां कृते तदनुकूला व्यवस्था प्रदत्ता चेत् आयुर्वेदे तथा आरोपः कर्तुं न शक्यते. एकः यः निरुक्तिविभागः यः क्रियते स्म तत्र एकम् अपरं द्वैतं वर्तते निरुक्तविभागे. समाम्नायः समाम्नातः स व्याख्यातव्यः इति यद् वाक्यं वर्तते विषयप्रतिपादनाय तेन ज्ञायते यत् अस्य शास्त्रस्य प्रवृत्तिनिमित्तं किमस्ति निघण्टुगतशब्दानां व्याख्यानम्. निघण्टौ ये शब्दाः सङ्गृहीताः सन्ति सङ्कलिताः सन्ति वेदेभ्यः तेषां व्याख्यानमेव अस्य प्रतिपाद्यं वर्तते. यदि एवं वर्तते चेत् तद्व्याख्यानं तु केवलं द्वादशसु अध्यायेषु समाप्तम्. ये द्वादश अध्यायाः सन्ति दैवतकाण्डपर्यन्तं तेषु समाप्तम्. अग्रे लभ्येते द्वौ अध्यायौ त्रयोदश चतुर्दश इति. परं दुर्गवृत्तिर्या वर्तते तत्र द्वादश अध्यायपर्यन्तमेव व्याख्यानम् उत्वा वृत्तिर्लभ्यते. स्कन्दस्वामिनः या टीका वर्तते तस्य उपलब्धिर्वर्तते त्रयोदश अध्यायपर्यन्तम् चेत् तस्य मतौ किं स्यात् मन्ये त्रयोदश अध्यायाः सन्ति अर्थात् यः त्रयोदश अध्यायो वर्तते सः अपि यास्कस्य वर्तते चतुर्दश अध्यायो न वर्तते चेत् एवम् अस्य अध्यायस्य अथवा परिमाणस्य ज्ञानार्थं तत्र द्वादश अध्याय इत्यपि वक्तुं शक्यते. मतभेदाः सन्ति यत् त्रयोदश अध्यायाः इत्यपि वक्तुं शक्यते चतुर्दश अध्यायाः इत्यपि वक्तुं शक्यते. अपरश्च एतत् सर्वं वर्तते व्याख्यानभूतम् अपरं च भाष्यभूताः द्वादश अध्यायान्य च मूलभूताः पञ्चाध्यायाः सन्ति चेत् सम्मिल्य भवन्ति सप्तदश अध्यायाः चेत् सप्तदश अध्यायाः अथवा अष्टादश अध्यायाः अथवा एकोनविंश अध्यायाः विंशति अध्यायाः इत्यपि वक्तुं शक्यते विभागे. चेत् अधुना अस्य ग्रन्थस्य परिचयः जातः अग्रे चलामः. समाम्नायः समाम्नातः एतेनैव वाक्येन ज्ञायते यत् निघण्टु नाम मूलो यो ग्रन्थो वर्तते सोऽपि यास्कस्यैव वर्तते यतोहि य एव वक्ता अथवा कर्ता अस्य वाक्यस्य वर्तते स एव व्याख्यानस्यापि वर्तते चेत् समाम्नायः इति कोशः उत्वा पाठः उत्वा अभ्यासः नाभ्यासे तेत समाम नायते अभ्यस्यते पठ्यते वा यस्मिन् उत्वा अस्मिन् इति समामनाया यदि अधिकरणे गहन्तः स्यात् यतो हि ग्रन्थोऽसौ अत्र निर्दिश्यते समामनाय शब्देन समामनायते अभ्यस्यते पठ्यते वा अस्मिन् इति समामनायः स समामनातः चेदत्रापि सम आङ्कुर्वात् मनाभ्यासे इत्यस्मात् धातोः कर्मणि क्तः भविष्यति समाम्नायः समाम्नातः यः समाम्नाय ग्रन्थः आसीत् सः सम्यक्तया अभ्यस्तः स व्याख्यातः व्याख्यातव्यः अधुना तस्य व्याख्यानं कर्तव्यम् अत्रापि कर्मणि तव्यप्रत्ययो वर्तते तस्य व्याख्यानम् अधुना अभिप्रेतं वर्तते समाम्नातः गृहीतः अभ्यस्तः पठितः इति वक्तुं शक्यते अधीतः इति भावार्थस्तु कथञ्चिदपि गृह्येत मनाभ्यासे वर्तते कः अर्थः स्यात् किं गृह्येत प्रकृते वाक्ये समाम्नायः समाम्नातः यदि कर्मणि घञ् स्यात् ते समाम्नायते अभ्यस्यते असौ समाम्नायः स समाम्नातः समाम्नातः इत्यत्रापि कर्मण्येवक्तः वर्तते वक्तुमपि शक्यते भुज्यते तत् भोजनम् भुज्यते तत् भोजनम् भोजनम् भुक्तम् भुक्तम् इत्यत्रापि कर्मणिक्तः भविष्यति भोजनम् भुक्तम् इत्यपि वक्तुम् शक्यते समाम्नायः समाम्नातः निघण्टु शब्दः अस्य समाम्नायस्य कृते प्रसिद्धो वर्तते कोऽयम् निघण्टु शब्दः इति अत्र व्याख्यायते अस्य निर्वचनेषु यास्कस्य निर्वचनेषु एका शैली लक्ष्यते ये शब्दाः अनवगतसंस्काराः उत्वा अतिपरोक्षवृत्तौ वर्तन्ते अतिपरोक्षवृत्तौ तिस्रः वृत्तयः सन्ति अतिपरोक्षवृत्तिः परोक्षवृत्तिः प्रत्यक्षवृत्तिः वृत्तिरिति व्यवहारः चेत् यया वृत्त्या अस्माकं व्यवहारः प्रचलति सा प्रत्यक्षवृत्तिः प्रत्यक्षवृत्तिरिति येन शब्दव्यवहारेण अस्माकं सम्यक् अवबोधः भवति अभिधावृत्त्या तत्र विशिष्टः प्रयत्नः न क्रियते अस्माभिः शब्दार्थानाम् अवगमे चेत् सा प्रत्यक्षवृत्तिर्भवति यथा अस्माकं शब्दव्यवहारः अस्ति तत्र कश्चित् विशिष्टः प्रयत्नः न क्रियते अर्थावबोधाय चेत् एषा प्रत्यक्षवृत्तिः क्वचित् किञ्चित् यदि प्रयत्नः क्रियते चेत् परोक्षवृत्तिः सर्वथापि नावबुध्यते चेत् अतिपरोक्षवृत्तिः चेत् निघन्तु अत्र व्याख्यानत्रयं वर्तते निघन्तु चेत् निघण्टु इति अतिपरोक्षवृत्तौ निघन्तु इति परोक्षवृत्तौ निगन्तु इति प्रत्यक्षवृत्तौ निगमना इमे भवन्ति इति व्याख्यानं करिष्यते चेत् तदेव उच्यते तम् इमं समाम्नायम् यः समाम्नायः अस्माभिः समाम्नातः तस्य कृते निघण्टव इत्याचक्षते आचार्याः ये प्रसिद्धाचार्याः सन्ति ते इमं समाम्नायं निघण्टवः निघण्टु शब्देन आचक्षते निघण्टु शब्दः एतस्य कृते ते प्रयुञ्जते चेत् निघण्टवः कस्मादिति कस्मात् हेतोः निघण्टवः निघण्टु शब्दः प्रवर्तते निघण्टु शब्दस्य प्रवृत्तिनिमित्तं किमस्ति किमर्थकः अत्र निघण्टुशब्दो वर्तते चेदुच्यते निगमा इमे भवन्ति साक्षात् अर्थप्रदर्शनं केवलम् अत्र निगमा इमे भवन्ति एते ये शब्दाः अत्र पठिताः सन्ति यतोहि सर्वेऽपि वैदिकाः शब्दाः सन्ति अतः निगम हेतवः इति शब्दाः भवन्ति बोध हेतवः वेदार्थाव बोध हेतवः इति शब्दाः भवन्ति यदि एते शब्दाः अस्माभिः ज्ञाताः भवन्ति चेत् वेदार्थे साहाय्यं लभ्यते अतः एते निघण्टवः इति आचक्षते निगमाः निघण्टवः चेदत्र निगम इति तु नि पूर्वात् गम धातोः अप्रत्ययः क्रियेत चेत् अस्मात् निघण्टु इति साधयितुं नि इति तु तथैव तिष्ठति यथा निगमशब्दे वर्तते चेत् तत्र गकारस्य घकारः कृतः अन्य च मकारस्य टुकारः कृतः तत्र नकारस्य च आगमः कृतः इति एषा प्रक्रिया तु वैयाकरणानां वर्तते ते इमे भवन्ति कथमिति चेत् पुनः अपरं निर्वचनं दीयते छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाताः छन्दोभ्यः वेदेभ्यः छन्दः शब्दः यः प्रवर्तते वैदिके वाङ्मये सः एका उच्चारणविधा वर्तते यथा पद्यं वर्तते गद्यं वर्तते एका उच्चारणविधा वर्तते तत्र अनेका अवान्तरविधा वर्तन्ते इति तु अपरा वार्ता भवति छन्दः इति शब्दपरिमाणमपि वक्तुं शक्यते एकस्य शब्दपरिमाणविशेषस्य एका छन्दः संज्ञा भवति यथा एकस्य शब्दपरिमाणविशेषस्य गायत्रीछन्दः संज्ञा भवति अपरस्य तिष्ठुप् संज्ञा भवति अपरस्य अनुष्टुप् छन्दः संज्ञा भवति जगति छन्दः संज्ञा भवति इति चेत् तत्र ये शब्दाः अथवा वाक्यानि सन्ति किं नाम वेदेषु ते छन्दस्सु वर्तन्ते तेषां छन्दः परिमाणं वर्तते छन्दः परिमाणं वर्तते अतः ते शब्दाः ये तत्र गृहीताः सन्ति पठिताः सन्ति छन्दः शब्देनापि उच्यन्ते साक्षात् छन्दः शब्देनापि उच्यन्ते क्या हो गया तो उधर से ले लो भाई तो किमभूत् छन्दोभ्यः छन्दोभ्यः इति मन्त्रेभ्यः वेदेभ्यः समाहित्य सम आङ् पूर्वो यो ह्री धातु वर्तते समाहरणे वर्तते आनयने वर्तते सङ्ग्रहणे वर्तते समाहित्य सङ्गृहीत्वा एवं वक्तुं शक्यते सङ्गृह्य सङ्गृह्य चेत् समाम्नाताः समाम्नाताः अभ्यस्ताः चेत् अत्र सम् आह्री समाह्री समाहर्तु समाहर्तु चेत् अत्र समा इत्यस्य स्थाने नि आदेश ह्रि इति घकारः कृतः हकारस्य घकारस्तु अनेकत्र भवत्येव अन्ये च तु प्रत्ययः आनीतः चेत् समाहरणात् निघण्टु अत्र निघण्टुशब्दस्य प्रवृत्तिनिमित्तं किमस्ति समाहरणं तत्र निघण्टुशब्दस्य प्रवृत्तिनिमित्तम् आसीत् निगमनम् निगमा इमे भवन्ति यदा उच्यते ते तत्र प्रवृत्तिनिमित्तमस्ति निगमनम् अत्र प्रवृत्तिनिमित्तमस्ति समाहरणं चेत् समाहरणशब्दात् निघण्टुशब्दः साध्यते समाहृत्य समाहृत्य समाम्नाताः ते निगन्तव एव सन्तः निगमनात् निघण्टवः उच्यन्ते चेत् ते समाम्नाताः अभ्यस्ताः पठिताः अधीताः ते अधीताः सन्तः अत्र पठिताः सन्तः किम् अस्ति ते निगन्तवः निगन्तवः निगमनहेतवः सन्तः निगमनहेतवः सन्तः निगमनात् यतोहि ते निगमना भवन्ति निश्चयेन तत्र अर्थ अर्थावबोधे एते हेतवः भवन्ति साधनत्वेन प्रयुज्यन्ते अतः निगमनात् निघण्टवः इति उच्यन्ते चेत् समाहर्तु निगन्तु निघण्टु इति भविष्यति अत्र समाहर्तु निगन्तु निघण्टु इति उच्यते इति अपरस्य आचार्यः इति औपन्यवः औपमन्यवाचार्यस्य बहवः मताः अत्र प्रदर्शिताः सन्ति निरुक्ते इति एकः पक्षः कृत्वा अपि वा आहननादेव स्युः। आहननम् एकत्रीकरणम्, किन्नाम संगतीकरणम्, एकत्रीकरणमेव उच्येत। अपि वा आहननादेव स्युः चेत् आहन आहन्तु अत्र भविष्यति, आहन्तु, यतोहि एकत्रीकृताः वर्तन्ते। तत्र आसीत्, तत्र समाहरणक्रिया प्रवृत्तिनिमित्तम् आसीत्, निगमनक्रिया प्रवृत्तिनिमित्तम् आसीत्, अत्र सङ्गठनक्रिया, संहननम्, संहननम् एकत्रीकरणम् अत्र प्रवृत्तिनिमित्तम् वर्तते, यतोहि सङ्घातीकृताः वर्तन्ते अतः निघण्टवा उच्यन्ते। यतोहि तत्र अनेकं तत्र प्रवृत्तिनिमित्तं दृष्टम्, तत्र समाहरणमपि वर्तते, छन्दोभ्यः समाहृताः सन्ति, निगमनमपि वर्तन्ते, यतोहि एतेषाम् अध्ययनेन वेदेषु प्रसृता गतिर्भवति। अन्यच्च एते एकत्रीकृताः वर्तन्ते, यतोहि एकत्रीकृताः वर्तन्ते अतोपि निघण्टवा उच्यन्ते। अतिव आहननादेव स्युः, अहं पूर्वो हनि धातु अत्र तत्र वर्तते, यथा आघात आघातः उच्यते न, यथा सिंहस्य आघातो भवति, आघात शब्दः वर्तते न तत्र, यथा कस्यचित् उपरि आक्रमणं करोति चेत् आक्रमणात् पूर्वं किं करोति सिंहः, शरीरं संहत्य, तत्र संहत्य क्रियापदम् आगच्छति, संहत्य एकत्रीकृत्य आकुच्य तत्र पुनः आत्मानं तस्य उपरि क्षिपति चेत् पूर्वतनीया क्रिया वर्तते, तत्र आहननक्रिया वर्तते। आहत्य आहत्य इति उच्यते, आहत्य इत्यत्रापि तु आहत्य आहत्य कथयित्वापि वर्तते, अन्यच्च तत्र तत्र आहत्य मन्ये नवछात्राः स्युः, अत्रापि तु वर्तते न, आङ्कुर्वहन् धातुः आहत्य इति मिलाकर सबको जोड़ जाड़ करके एतस्मिन् अर्थे इति वर्तते। अपि वा आहन्नादेव स्युः समाहता भवन्ति चेत् समाहता समाहता समाहन्तु समाहन्तु निघण्टु समाहत शब्दात् अत्र निघण्टु, सम आङ्कुर्वाद् हन्धातु अत्र निघण्टु शब्दः साधितः। यद्वा समाहृता भवन्ति अत्र अपि पूर्वस्मिन्नेव अर्थे वर्तते, अत्रापि अत्र ह्रीधातुः वर्तते, समाहरणं प्रवृत्तिनिमित्तं भवति अत्रापि चेत्, एवम् अत्र निघण्टु शब्दस्य निर्वचनं प्रदर्शितम्। अग्रे यान्यत्र पदानि सङ्कलितानि सन्ति निघण्टु ग्रन्थे तत्र कति प्रकारकाः शब्दाः वर्तन्ते इति अग्रे उच्यते। सामान्येन शब्दविषयेऽपि चिन्त्यते, एवं तु शब्दस्वरूपविषये व्याकरणे बहुधा चिन्तितम् आरम्भे एव प्रथमे आनीके अन्यत्रापि। ओम् यतोहि समाहृत्य समाहृत्य अर्थात् लाला कर्के ततः संगृह्य समाम्नाताः अभ्यस्ताः पठिताः अधीताः, अतः यदा समाम्नाताः तदा ते निघण्टवः भवन्ति, यदा ते छन्दोभ्यः समाहृत्य अत्र समाम्नाताः समाम्नातत्वात् ते निघण्टवः भवन्ति, निघण्टवः भवन्ति अतः निघण्टवः भवन्ति चेत् समाहरणमपि तत्र प्रवृत्तिनिमित्तं भवति, निगमनमपि, यतो हि पूर्वं दत्तमनेन यत् निगमा इमे भवन्ति चेत् कथं निगमा भवन्ति, छन्दोभ्य समाहृतत्वात् छन्दोभ्य समाहृत्य समाम्नातत्वात् निगमा भवन्ति, निगमा भवन्ति अतः निघण्टवः सन्तः निघण्टवः उच्यन्ते, एवं भवति चेत् अत्र पदविभागः अथवा शब्दविभागः कति प्रकारकाः शब्दाः अत्र वर्तन्ते व्यवहारे तत् प्रस्तूयते। तद् यानि एतानि चत्वारि पदजातानि, यानि एतानि एतानि इति व्यवहारे दृष्टानि, यतोहि एतत् शब्दः प्रायः प्रत्यक्षवृत्तौ वर्तते, तत् शब्दः परोक्षवृत्तौ वर्तते, एतत् शब्दः इदं शब्दः प्रत्यक्षवृत्तौ वर्तते, एतानि यानि प्रत्यक्षे प्रत्यक्षं दृश्यन्ते व्यवहारे दृश्यन्ते लौकिके वा वैदिके वा ते चत्वारि पदजातानि पदसमुदायरूपाणि नामाख्याते च उपसर्गनिपाताश्च तत्र एको विभागः नाम्नां वर्तते अपरो आख्यातानां वर्तते अपरश्च उपसर्गाणां निपातानां च तानि तानि इमानि भवन्ति वैयाकरणेषु उच्यते वैयाकरणेषु किमस्ति सामान्येन सर्वेषामपि पदानां द्वाभ्यामेव पदाभ्यां व्याख्यानं क्रियते सुप्तिङन्तं पदं सुबन्तं वा वर्तते तिङन्तं वा वर्तते अलम् अन्यः पदविभागः तत्र वर्तते पदविभागः न अस्ति अपि तु शब्दविभागः वर्तते तत्र अवान्तरविभागः प्रागृश्वरान्निपाताः स्वरादिनिपातम् अव्ययम् एवं वर्तते प्रादयोत्सर्गाः क्रिययोगे प्रादयः सन्ति कर्मप्रवचनीयाः गतिसंज्ञकाः एवम् अनेके प्रातिपदिक अर्थवदधातुरप्रत्ययप्रातिपदिकं कृत्तदिसमासाश्च भूवादयो धातवः इति अनेके यतोहि तेषां तत्र अवयवे कल्पना कर्तुं तेषां प्रवृत्तिः वर्तते वैयाकरणानां या प्रवृत्तिर्वर्तते सा शब्दस्य अवयवं कल्पयितुं वर्तते चेत् अवयवशः तत्र विभागः क्रियते अस्तु परं मुख्यो यो विभागः वर्तते चेत् सुप्तिङन्तं पदम् अलं तत्र वर्तते अत्र यः विभागः प्रदर्शितः उपसर्ग उपसर्गनिपाताश्च अत्र पाणिनीयतन्त्रे पाणिनीयतन्त्रे किमस्ति अव्ययसंज्ञा महती संज्ञा वर्तते स्वरादिनिपातम् अव्ययम् अव्ययसंज्ञा महती संज्ञा वर्तते अव्ययसंज्ञायां निपातसंज्ञा अन्तर्भूता भवति स्वरादिनिपातम् निपातसंज्ञा निपातसंज्ञायां च उपसर्गसंज्ञा अन्तर्भूता भवति तत्रैव क्रिया उपसर्गा क्रिययोगे इति पठ्यते गतिसंज्ञापि तत्रैव अन्तर्भूता भवति कर्मप्रवृत्तिसंज्ञापि तत्रैव अन्तर्भूता भवति परम् अत्र मन्ये कदाचित् एषः विभागः आसीत् उपसर्गः पृथक्तः एका संज्ञा आसीत् अन्या च निपात इति पृथक्तः संज्ञा कस्यचित् विभागे स्यात् किं प्राप्नोति अनि सन्ति तत्तु अस्ति परं तेन अव्ययेषु एव सङ्ग्रहः कृतः एतेषां नै पाणिनीयतन्त्रे किं दृश्यते इत्येव तु वक्तुं शक्यते न परम्परया किमस्ति इति एका वार्ता परं पाणिनीयतन्त्रे किं दृश्यते पाणिनीयतन्त्रे एतदेव दृश्यते यत् निपातसंज्ञा महतीसंज्ञा न वर्तते अवान्तरसंज्ञा वर्तते अव्ययसंज्ञा महतीसंज्ञा वर्तते एवं च सर्वाभिरपि संज्ञाभिः तत्र व्यवहारः क्रियते एव यतोहि कार्यार्थमेव संज्ञाः क्रियन्ते चेत् उपसर्गसंज्ञापि कार्यं निर्वाह्यते यतोहि कार्याण्यपि तु अनेकविधानि सन्ति न कानिचित् सामान्यकार्याणि सन्ति कानिचित् विशिष्टानि कार्याणि सन्ति यथा अव्ययादाप् सुपः चेत् सर्वेभ्योऽपि कार्यं भवति तत् पृथक्तः वक्तव्यं न भवति निपाताच्च लुक् भवति गतेश्च लुक् भवति उत्वा किं नाम कर्मपर्णिनाश्च लुक् भवति उत्सर्गाच्च लुक् भवति इति वक्तव्यं नास्ति अव्ययालुक् इति कृतं तत्र स्वरादयोऽपि गृहीता निपाता अपि गृहीता अन्यच्च तत्र निपाता अधिदात्ता भवन्ति चेत् केवलं निपाताः सङ्गृहीताः भवन्ति तत्र तत्र उपसर्गादसमासे पीणोपदेशस्य केवलम् उपसर्ग एव गृह्यन्ते गतिर्गतौ इति केवलं गतयः गृह्यन्ते एवं भिन्नभिन्नं कार्यं वर्तते कार्यवशात् तत्र संज्ञा क्रियन्ते एवं वर्तते तानि इमानि भवन्ति तानि पदजातानि इमानि भवन्ति तत्र एतत् नामाख्यातयो लक्षणं प्रदिशन्ति प्रदिशन्ति इति उपदिशन्ति दिशधातु उच्चारणे वर्तते दिशिरुच्चारणक्रियः इति महाभाष्येऽपि आगतं वर्तते यथा उपदेशः प्रदेशः निर्देशः सन्देशः अत्र सर्वत्रापि दिशधातु उच्चारणे वर्तते तथैव अत्रापि वर्तते प्रदिशन्ति निर्दिशन्ति उच्चारयन्ति कथयन्ति नाम आख्यातयोर् नाम्नः आख्यातस्य च लक्षणम् एतद् भवति किं लक्षणमस्ति नाम्नः आख्यातस्य चेत् अग्रे उच्यते भाव प्रधानम आख्यातम सत्व प्रधानानि नामानि। अत्र एकं वैपरीत्यं दृश्यते, यत् पूर्वं उद्देशे दीयते नामाख्यातयो लक्षणं प्रदिशन्ति, तत्र नामशब्दस्य पूर्वम् उच्चारणं क्रियते, आख्यातशब्दस्य पश्चात् क्रियते, परं व्याख्याने वैपरीत्यं वर्तते, आख्यातशब्दस्य पूर्वं व्याख्यानं क्रियते, नामशब्दस्य च पश्चात् व्याख्यानं क्रियते। चेत् तत्र हेतुर्भवति यत् नामाख्यातयोः तत्र द्वन्द्वः क्रियते, नामानि च आख्याताश्च इति नाम च आख्यातं चेति नामाख्याते तयोः नामाख्यातयोः चेत् अल्पास्तरम् इति व्याकरणसिद्धान्तेन नामशब्दस्य पूर्णिपातो भवति आख्यातशब्दापेक्षया तत्र अल्पास्तरत्वात्। व्याख्यानं तत्र आख्यातशब्दस्य पूर्वं क्रियते चेत् आख्यातस्यैव प्राधान्यं भवति सर्वथापि। भावप्रधानम् आख्यातम्, भावशब्दः वैयाकरणैः व्याख्यायते अनेकत्र, यथा भावकर्मणोः इति आत्मनेपदनियमप्रकरणे आगच्छति, चिण्भावकर्मणोः इत्यपि आगच्छति, तयोरेव कृत्यक्तखलथयो भावकर्मणोः तत्रापि भावकर्मणोः इति आगच्छति, अन्यच्च भावे इति तृतीयाध्याये आगच्छति, घञ् घञादिप्रकरणे कृत्प्रकरणे तत्रापि भावशब्दो वर्तते। चेत् धातुसम्बद्धः यः भावः तत्रापि साध्यभावः, भावे स्थितिद्वयं वर्तते, यः भावः क्रियया धातुना उच्यते, यः भावः धातुना उच्यते तत्र स्थितिद्वयं वर्तते साध्यत्वेन सिद्धत्वेन च। चेत् कृदभिहितो भावो द्रव्यवत् भवति, कृता कृदन्तेन पदेन यः भावः उच्यते यस्मिन् अर्थे यस्मिन् भावे कृदागतः सः भावः द्रव्यवत् भवति सत्त्ववत् भवति सिद्धवत् भवति। यतोहि तत्र लिङ्गसङ्ख्याव्यवहारो वर्तते, लिङ्गसङ्ख्ययोश्च योगः सत्त्वेन सैव भवति, सत्त्वम् अर्थात् सीदन्ति अस्मिन् लिङ्गसङ्ख्याः कारकाणि इति सत्तत् सत्त्वम् इति उच्यते। यत्र शब्दव्यवहारे लिङ्गस्य स्थितिर्वर्तते, सङ्ख्यायाः स्थितिर्वर्तते, अन्यच्च किन्नाम कारकस्य स्थितिर्वर्तते, तत् सत्त्वम् इति उच्यते। अत्रापि तथा दृश्यते, पाकः पचनं पक्तिः पाकः पाकौ पाकाः इत्यादि दृश्यते सर्वत्रापि। अत्र यत् अन्यत् रहस्यं वर्तते तत्र किमस्ति, क्रिया एका तु गम्यमाना भवति, एका क्रियायाः एका स्थितिः, क्रियायाः एका स्थितिर्वर्ति या गम्यमाना स्थितिर्वर्तते, अपरा स्थितिर्वर्तते यत्र क्रिया सम्पूर्णा भवति, यथा अस्माभिः प्रयुज्यते पाको भवति चेत् पाको भवति, अत्र स्थितिद्वयं प्रदर्श्यते, पाकशब्देन कस्याश्चित् क्रियायाः सिद्धावस्था प्रदर्श्यते, भवति शब्देन तस्य जायमाना स्थितिरुच्यते, चेत् भवति इति कश्चित् व्यापारः भवति, देवदत्तेन कश्चित् व्यापारः क्रियते, यस्मिन् व्यापारे सम्पन्ने सति पाकः इत्यभिधीयते। कश्चित् व्यापारः देवदत्तस्य चलति, कर्मणि वा चलति कर्तरि वा चलति, किं नाम अत्रैव केवलं व्यापारः तिष्ठति, कर्मणि वा तिष्ठति क्रिया कर्तरि वा तिष्ठति, चेत् कर्तरि वा व्यापारः चलति कर्मणि वा व्यापारः चलति, तादृशः व्यापारः चलति यस्मिन् सम्पन्ने सति पाकः इत्यभिधीयते। चेत् क्रियायाः सम्पन्ना स्थितिः कृता उच्यते, कृदन्तेन उच्यते, पाकशब्देन उच्यते, अन्यच्च पच्यते, पच्यते इति जायमाना वर्तते, अत्र गम्यमाना वर्तते, अधुना चलति क्रिया। चेत् यदा उच्यते अनेन भावप्रधानम् आख्यातम्, आख्यान्तम् इति तिङन्तम्, तिङन्तं चेत् तत्र किमस्ति, शब्देन आख्यातशब्देन तिङन्तेन शब्देन क्रियायाः जायमाना स्थितिरुच्यते, क्रिया तत्र चलति, सा एव च साध्यत्वात् प्रधाना भवति। अग्रे उच्यते, हा भावप्रधानम् आख्यातं, भावः प्रधानः यस्मिन् तादृशम् आख्यातं भवति। स सत्वप्रधानानि नामानि, नामानि यानि सन्ति तानि सत्वप्रधानानि भवन्ति, सत्वं प्रधानं येषां ते अथवा येषु ते तानि सत्वप्रधानानि। सत्वमिति सीदन्ति लिङ्गसङ्ख्याकारकाणि अत्र इति सत्वं, यत्र हि लिङ्गसङ्ख्या अन्य च कारकम्। सीदन्ति अस्मिन् लिङ्गसङ्ख्याकारकाणि इति सत्वम् चेत् तत्र लिङ्गेन व्यवहारो भवति, सङ्ख्यया वचनेन व्यवहारो भवति, अन्य च कारकेण व्यवहारो भवति। लिङ्गं स्पष्टं स्त्रीपुंनपुंसकानि भवन्ति एव चेत् लिङ्गानां सम्बन्धः, यतोहि तत्र क्रियायां विषये भाष्यकारेण उच्यते यदा भूवादयो धातवः क्रियावचनो धातुः इति लक्षणविषये चिन्त्यते, क्रियावचनो धातुः इति उक्त्वा चेत् का नाम क्रिया, चेष्टा, ईहा इत्यादि शब्दाः तत्र प्रदत्ताः सन्ति पर्यायत्वेन। तत्र उक्तं तेन आक्षेपं कुर्वता यत् सर्वथा भवता शब्दैरेव उच्यते, न तथा निदर्श्यते यत् एवं भूता क्रिया इति। तत्र उच्यते पुनः क्रिया नाम अत्यन्तापरदृष्टा, न शक्यते पिण्डीभूता निदर्शयितुम्, सासौ अनुमानगम्य इत्यादि भावः तत्र वर्तते चेत् अनुमानगम्या वर्तते, यथा गर्भो निर्लुठितः इति तत्र उदाहरणं दीयते चेत् तत्र क्रिया अलिङ्गा भवति, असङ्ख्या भवति, एका भवति, क्रिया एका भवति, अलिङ्गा भवति, असङ्ख्या भवति। क्रिया कुत्र तिष्ठति? कारके तिष्ठति, तत्र चापि कारके प्राधान्येन कर्मणि वा कर्तरि वा तिष्ठति। आधारोऽधिकरणम् इत्यत्र विचारितमेव वर्तते, आधारः क्रियाश्रयभूतयोः कर्तृकर्मणोः, धारणक्रियां प्रति यः आधारः तदधिकरणमिति उच्यते चेत् कर्तरि वा तिष्ठति कर्मणि वा तिष्ठति क्रिया। क्रिया सर्वथापि अलिङ्गा भवति, असङ्ख्या भवति, अदृष्टा भवति, अदृश्या भवति, अनुमानगम्या भवति। परं तत्र द्रव्येषु तथा न भवति, सत्त्वेषु तथा न भवति, सत्त्वेषु वचनमपि भवति, लिङ्गमपि भवति, अन्य च कारकमपि भवति। तत्र कारकत्वं नाम क्रियायाः साधकत्वम्। क्रियायाः या अवस्थितिर्भवति तत्र कारकस्य अनेकविधा भूमिका भवति, सा सा च शक्तिः कस्मिंश्चित् द्रव्ये तिष्ठति। कदाचित् तदेव द्रव्यं कर्तृत्वेनाभिधीयते, कदाचित् कर्मत्वेन, कदाचित् करणत्वेन अथवा सम्प्रदानत्वेन, येन केनापि रूपेण कथ्यते। सा सा शक्तिः तत्र वर्तते, अनेका शक्तयः तत्र किं नाम द्रव्ये वर्तन्ते चेत् ययापि शक्त्या तत्र क्रियायाः साधकत्वम् उच्यते चेत् तत् द्रव्यं तेनैव नाम्ना उच्यते। यदा कर्तृत्वशक्तिः तत्र प्रयुज्यते क्रियायाः सिद्धौ चेत् सः कर्ता इति उच्यते, तदेव द्रव्यम्। यदि कर्मत्वेन देवदत्तः पश्यति चेत् देवदत्तस्य कर्तृत्वेन अभिधानं, देवदत्तं पश्य कर्मत्वेन अभिधानं भवति, देवदत्तेन एतत् कारय करणत्वेन भवति, तदेव। यतोहि तत्र सर्वापि शक्तयः सुरक्षिताः वर्तन्ते, तदेव विभक्तिशब्देनापि उच्यते। यतो कारकत्वशक्तिः तत्र द्रव्ये वर्तते, कारकत्वशक्तिः द्रव्ये वर्तते, परं तस्याः शक्तेः अभिव्यक्तिः कथं भवति चेत् सा अभिव्यक्तिर्भवति विभक्तिमाध्यमेन, विभज्यते कारकत्वम् अनया इति विभक्तिः। देवदत्तः इति पदं वर्तते, परं देवदत्तगता का शक्तिः अधुना प्रयुज्यते इति कथं द्योत्येत, कथम् उच्येत चेत् विभक्त्या सा शक्तिः उच्यते। अतः विभज्यते अनया प्रातिपदिकार्थ इति विभक्तिः, एवं वक्तुं शक्यते विभज्यते अनया प्रातिपदिकार्थ इति विभक्तिः। प्रातिपदिकार्थस्य व्यावहारिकः विभागः एवं तु तत्र वर्तते एव सर्वोऽपि व्यावहारिकः विभागः विभक्त्या प्रदर्श्यते अत एव सा विभक्तिरिति उच्यते चेत् कारकत्वं तस्य क्रियां प्रति भवति अन्यच्च विभक्तित्वं कस्यचित् शब्दस्य तां कारकत्वशक्तिं द्योतयितुं यः शब्दः प्रयुज्यते सा एव विभक्तिरिति उच्यते एष एव प्रातिपदिकार्थः इति उच्यते प्रातिपदिकार्थे किं भवति शब्दार्थः शब्दार्थः कतिविधो भवति जातं खलु कदाचित् शब्दार्थः कतिविधो भवति षड्विधः शब्दार्थः भवति पञ्च तु गीयन्ते एव प्रायेण तत्र जातिः द्रव्यम् उत्वा व्यक्तिः संख्या लिङ्गं कारकं च इति प्रातिपदिकार्थपञ्चकम् एतद् उच्यते जातिः इति सामान्यम् सामान्यमपि गृह्यते अन्यच्च व्यक्ति इति द्रव्यं विशिष्टमपि गृह्यते लिङ्गमपि गृह्यते संख्यापि गृह्यते एकं वा द्वे वा त्रीणि वा अन्यच्च कारकत्वं यतोहि कस्याश्चित् क्रियास्तु मृतं साधकं स्यादेव कदाचिदपि किञ्चित् द्रव्यम् एवं भूतं न तिष्ठति यत् सर्वथा क्रियारहितं तिष्ठेत् एतत् तत्र महाभाष्येपि वाक्यविचारः यदा क्रियते तत्रापि उच्यते यत् केनचित् एकेन पदेन कदाचिदपि अर्थावबोधः कर्तुं शक्यते केनचित् एकेन पदेन कदाचित् अर्थावबोधः कर्तुं न शक्यते सर्वथापि वाक्येनैव अर्थावबोधः कर्तुं शक्यते केनचित् उच्यते यदि रे वृक्षः अत्र तु न क्रियापदं किञ्चित् श्रूयते एकं पदमेव तु उच्यते वृक्षः इति चेत् अतः अपि तु अर्थावबोधः भवति चेत् तत्र भाष्यकारेण उच्यते यत्र किञ्चित् क्रियापदं न श्रूयते तत्र अस्तिर्भवन्ति पर अप्रयुज्यमानोऽपि अस्ति इति गम्यते यतोहि तत्र हेतुः व्यपदिष्टः हेतुर्दत्तः तत्र न हि कश्चित् न हि पदार्थः स्वसत्तां व्यभिचरति नहि कश्चिदपि पदार्थः स्वसत्तां व्यभिचरति यदि काञ्चित् अन्यां क्रियां न नासौ पदार्थः करोति चेत् न्यूनातिन्यूनम् अस्तित्वं तु प्रदर्शयत्येव अस्तित्वं तु धारयत्येव चेत् वृक्षः इति यदा उच्यते चेत् वृक्षः अस्ति अस्ति तत्र वर्तते एव चेत् काचित् क्रिया तु नूनं तत्र सर्वथापि भवत्येव अन्या काचित् न क्रिया क्रियते चेत् अस्तित्वमेव धारयति अस्तित्वं यद् धार्यते सापि क्रिया एव भवति इति उच्यते तत्र चेत् अत्र प्रातिपदिकार्थपञ्चकम् एतद् भवति जाति व्यक्ति लिङ्गसङ्ख्या कारकाणि इति एकः अन्योऽपि प्रातिपदिकार्थः वर्तते शब्दार्थः वर्तते अथवा प्रातिपदिकार्थः वर्तते शब्द एव शब्दार्थो भवति यतोहि शब्देन शब्दोऽपि तु प्रतीयते यथा शब्देन किञ्चित् द्रव्यं प्रतीयते सत्त्वं प्रतीयते तथा शब्देन शब्दोऽपि प्रतीयते तदेव उच्यते तत्र स्वं रूपं शब्दस्य शब्दसंज्ञा शब्दस्य उभावपि अर्थौ अर्थोऽपि अन्यच्च स्वरूपमपि चेत् स्वरूपमपि शब्दार्थः भवति शब्दस्य स्वरूपमपि शब्दार्थः चेदेवं षट् पदार्थः प्रातिपदिकार्थः षट् भवति प्रातिपदिकार्थ षट्कं भवति एवं शब्दः जातिः व्यक्तिः लिङ्गं संख्या कारकम् इति प्रातिपदिकार्थ षट्कं भवति धातौ च धातौ किं द्योत्यते यदा कश्चित् धातौ इति आख्याते आख्यातशब्दे किमुच्यते यदा किञ्चित् आख्यातपदम् अस्माभिः प्रयुज्यते चेत् आख्यातपदे किमस्ति यथा पचति इति प्रयुज्यते अस्माभिः चेत् पचति इत्युक्ते सति कस्य प्रतिदृजायते तत्र तत्रापि व्यापारः कालः संख्या कारकम् पुरुषः द्रव्यं न लिङ्गं नास्ति अत्र लिङ्गं नास्ति व्यापारः अन्यच्च कालः व्यापारः कालश्च धातौ तिष्ठति, धात्वर्थे तिष्ठति, तत्र उच्यते न फलव्यापारे, हा फलं फलं काल न फलव्यापारयोर्धातु, फलम् अन्यच्च व्यापारः, फलमिति सिद्धावस्था, कस्याश्चित् क्रियायाः सिद्धावस्था फलमिति उच्यते, यथा पचति क्रियायाः सिद्धावस्था पाकः इति भवति, पाक एव फलं भवति तस्य, ओदनानां विक्लित्तिः तदेव पाकः इति उच्यते, सैव पाक इति उच्यते, ओदनानां विक्लित्तिर्यद् भवति चेत् पाक फलं, फलम् अन्यच्च व्यापारः, व्यापारः कर्तृगतः अथवा कर्मगतः, कदाचित् कर्तृगतो भवति कदाचित् कर्मगतो भवति, यदा कर्तृगतो व्यापारो भवति तदा अकर्मिका क्रिया उच्यते, अकर्मको धातुरुच्यते, यदा कर्मगतः व्यापारो भवति चेत् तत्र सकर्मकः धातुरुच्यते, चेत् एतौ अर्थौ द्वौ अर्थौ तत्र धातौ तिष्ठतः, अन्य च कालः केन गम्यते प्रत्ययेन, पचति ति प्रत्ययेन गम्यते, किमस्ति किमपि उच्यते अस्तु चेत् तत्र कालः प्रत्ययेन द्योत्यते, परं तस्य सम्बन्धः, कालस्य सम्बन्धः धात्वर्थे व्यापारेण सह वर्तते, कारकेण सह न वर्तते, कारकं कारकं प्रत्ययेन उच्यते, कारकं प्रत्ययेन उच्यते, कालः प्रत्ययेन उच्यते, एकः अन्योपि तु आसीत् व्यापारः, व्यापारः फलं, फलव्यापारविधातु, अन्यच्च कालः संख्या च, कालः संख्या एकागतो भवति सर्वधातु, कालः संख्या कारकं च, कालः संख्या कारकं च, कालः संख्या कारकं च प्रत्ययेन द्योत्यन्ते, अस्तु तत्रापि कारकस्य सम्बन्धः द्रव्येण सह भवति कारकत्वस्य, यतोहि शक्तिस्तत्र तिष्ठति, संख्यायाः सम्बन्धः द्रव्येण सह भवति, देदत्तेन सह भवति, कालस्य सम्बन्धः क्रियया व्यापारेण सह भवति, एवं भवति अर्थः प्रत्ययस्य वर्तते सम्बन्धः व्यापारेण सह वर्तते कालस्य, चेत् अत्र आख्यातेऽपि एवं वक्तुं शक्यते, आख्यातार्थपञ्चकं भवति तत्र, यथा प्रातिपदिकार्थपञ्चकं भवति षट्कं वा भवति, शब्दार्थस्तु अपि वर्तते एव, चेत् एवम् आख्यातार्थषट्कमपि भवति, यतो हि शब्देन शब्दः अत्रापि द्योत्यते एव, चेत् आख्यातस्य षडर्थाः भवन्ति, शब्दार्थः, व्यापारः, कालः, व्यापारः, फलं, संख्या, कारकं, कालः, एवम् एवमत्र आख्यातार्थषट्कं भवति, तत्र प्रातिपदिकार्थषट्कम् आसीत् सत्त्वप्रधानानि नामानि इत्यत्र, अत्रापि च आख्यातार्थषट्कं भवति, षडेव अर्थः अत्र वर्तन्ते, षडेव च तत्राप्य आसन्, किमस्ति आख्यातार्थे अस्तु आख्यातार्थषट्के एतानि भवन्ति व्यापारः कालः फलं व्यापारः फलं एतौ द्वौ अर्थौ धातौ तिष्ठतः व्यापारः अन्यच्च फलं प्रत्यये प्रत्यांशे अर्थाः तिष्ठन्ति तत्र संख्या कारकं कालः अन्यच्च शब्दस्तु सर्वथा तिष्ठत्येव संख्या कारकं कालः इति प्रत्यांशे तिष्ठन्ति अन्यच्च व्यापारः फलम् इति द्वौ अर्थौ धातौ तिष्ठतः संख्या कारकं कालश्च प्रत्यांशे धात्वंशे च व्यापारः फलं च अन्यच्च शब्दार्थः अपरः शब्दः भवति शब्दस्य शब्दोऽपि अर्थो भवति यतो हि शब्देन शब्दोऽपि ग्राह्यते पूर्वं यदा वक्त्रा शब्दः उच्चार्यते चेत् साक्षात् तु शब्देन शब्दस्यैव प्रतीतिः प्रत्यक्षं भवति पूर्वं पुनश्च तद्द्वारा अन्येषाम् अर्थानां ग्रहणं भवति चेत् अत्र किमस्ति सामान्येन तु अर्थावबोधने यदा अर्थावबोधः क्रियते कार्यते वा न्यूनातिन्यूनं वाक्येनैव अर्थावबोधः कर्तुं शक्यते न केनचित् पदेन कदाचिदपि अर्थावबोधः कर्तुं शक्यते पुनरपि यथा उच्यते वृक्षः, अत्र क्रियाविशेषस्य योक्ष नास्ति, अस्तित्वं तु सर्वत्र तिष्ठत्येव, यदि सर्वं यदि सर्वत्र तिष्ठति तस्य प्राणिनः विवक्षा न भवति. एकं भवति न सामान्यं कारणम्, एकं सामान्यं कारणं भवति, सामान्यकारणस्य विवक्षा न भवति. नै सत्ता अस्ति, सत्ता तु अस्ति एव, यथा मन्ये अस्माभिः पठ्यते अधुना, अभ्यासः क्रियते ग्रन्थस्य, चेदत्र कारणं किमस्ति, एकः पाठयिता, अन्ये च तत्र अध्येतारः, अन्यश्च ग्रन्थः अस्ति, अन्यच्च एतत् दूरभाषयन्त्रं वर्तते, उत्वा विद्युत् प्रकाशः वर्तते, व्यजनं चलति, वायुः कारणं भवति, एतानि साक्षात् दृश्यमानानि कारणानि अत्र वर्तन्ते निमित्तत्वेन. परम् ईश्वरोऽपि तु कारणं वर्तते, कालोऽपि तु कारणं वर्तते, तस्य विवक्षा नास्ति, यतो हि तत्तु सर्वथा भवत्येव. न काचिदपि क्रिया तादृशी वर्तते अस्माकं, या अस्माभिः क्रियते, यत्र ईश्वरः कारणं न भवति, कालः कारणं न भवति, कश्चित् कालः, अन्य च ईश्वरः, तत् सर्वत्रापि कारणं भवति. यः सर्वत्रापि कारणं भवति प्रायेण तस्य विवक्षा न भवति. तथैव अत्रापि अस्ति चेत् कदाचित् किमस्ति, यतोहि पदार्थमात्रेण सत्ता तु धार्यते एव. परं कदाचित् किं भवति, पदार्थस्य स्वरूपावबोधने एव तस्य अभीष्टं भवति, किं नाम वक्तुः, चतुच्यते वृक्षः, अत्र उच्यते सत्त्वप्रधानानि नामानि, अन्य काचित् क्रिया अत्र नास्ति, नास्ति इति विवक्षिता नास्ति, अस्ति क्रिया तु वर्तते एव, सा विवक्षिता नास्ति. परं यदा उच्यते देवदत्तः गच्छति, एकत्र तु उक्तं देवदत्तः, यदा देवदत्तः इति उच्यते चेत् तत्र देवदत्तस्य स्वरूपावबोधनमेव प्रयोजनं वर्तते, देवदत्त शब्दोच्चारणस्य, देवदत्तस्य स्वरूपमेव तत्र बोध्यते, कीदृशः देवदत्तः, तस्य गुणाः बोध्यन्ते, यत्किमपि स्वरूपं वा बोध्यते. परं यदा उच्यते देवदत्तः गच्छति इति अपरा स्थितिः, एका स्थितिः देवदत्तः, अस्तु अपरा स्थितिः गच्छति, अपरा एका आख्यातस्यापि स्थितिर्वर्तते गच्छति. अत्र यतोहि कारकेण विना गमनक्रिया न भविष्यति, एतत्तु सत्यमस्ति, परं कारकविशेषस्य विवक्षा न वर्तते, कश्चित् गच्छति, तत्र गमनम् आवश्यकं वर्तते चेत् गच्छति, यदुच्यते भावप्रधानम् आख्यातम्, अत्र गमनप्रधानत्वेन तत्र गच्छति क्रिया प्रयुज्यते. अने तत्र अस्ति, परन्तु तत्र ग्रामम् इत्यपि तु प्रयुक्तं, ग्रामम् इत्यपि चेत् ग्रामविशिष्टा गमनक्रिया भविष्यति, ग्रामकर्मविशिष्टा गमनक्रिया भविष्यति. यदा केवलं गच्छति इति उच्यते तत्र लक्ष्यं नास्ति, कर्म नास्ति, कर्ता नास्ति, एते सर्वेपि अन्तर्निहिता सन्ति, यतोहि देवदत्तेन विना गमनक्रिया न भविष्यति, अन्यच्च कर्म विना गमनक्रिया न भविष्यति, कर्म विनापि गमनक्रिया न भविष्यति. परं तत्र विशेषेण न विवक्षिताः सन्ति, केवलं गच्छति इति उच्यते, अत्र च देवदत्तः इति उच्यते. यदा उच्यते देवदत्तः ग्रामं गच्छति, देवदत्तः ग्रामं गच्छति चेत् देवदत्तकर्त्रिका ग्रामकर्मिका गमनक्रिया, प्राधान्यं कस्य जायते, गमनक्रियायाः. देवदत्तः कर्ता यस्याः, ग्रामः कर्म यस्याः, चेत् देवदत्तः अन्यच्च ग्रामः तत्र गमनक्रियायां समर्पितौ स्तः, तस्यैव विशेषणत्वेन प्रयुज्यते अत्र. अत एव उच्यते अग्रिमं वाक्यं, यत् तद् यत्र उभे, उभे अत्यत्र उभे अर्थात् नामाख्याते, सः प्रयुज्येते, तद् यत्र उभे, उभे नामाख्याते, सः प्रयुज्येते, उभयोरपि सा अवस्था सह स्थितिर्वर्तते चेत् तत्र भावप्रधाने भवतः. यदि पार्थक्येन प्रयुज्यन्ते चेत् तु एकत्र सत्त्वप्रधानानि नामानि, अन्यच्च किन्नाम तत्र भावप्रधानमाख्यातम्. यदि उभयोः सह विवक्षा वर्तते, सह प्रयोगो वर्तते चेत् तत्र भावस्य प्राधान्यं भवति, आख्यातार्थस्य प्राधान्यं भवति, यतोहि तदर्थमेव तेषाम् उपयोगः वर्तते कारकाणां, यानि कारकाणि उच्यन्ते तेषाम् उपयोगः क्रियार्थमेव वर्तते. क्रिया तत्र किमर्थं चेत् यतोहि सर्वथापि विधेयस्य प्राधान्यं भवति. विधेयमिति प्राप्तं वस्तु वर्तते. देवदत्तस्तु प्राप्तः, ग्रामस्तु प्राप्तः, एतत् सर्वं प्राप्तं, तत्र विधेया क्रिया वर्तते. ते क्रिया सर्वथापि विधेयत्वे नैव भवति, चेत् विधेयस्य प्राधान्यं भवति. तदर्थमेव साधनानाम् उपयोगो भवति. कारकाणि अपि साधनानि. साध्यं किमस्ति? क्रिया. ते साधनानि यानि भवन्ति तानि गौणभूतानि भवन्ति सर्वथापि. प्रधानभूता भवति क्रिया सर्वथापि. चेत् तदेव सा एव अत्र व्यावहारिकसत्ता एव अत्र उच्यते. तद्यत्र उभे भावप्रधाने भवतः उभे इति संकेतकं शब्दरूपं वर्तते. संकेतयति तद्यत्र उभे प्रयुज्येते तत्र भावप्रधाने भवतः. भावः प्रधानं ययोः ते भावप्रधाने नामाख्याते भवतः. भावस्य तत्र प्राधान्यं भवति. आख्यातार्थस्य तत्र प्राधान्यं भवति इति. परन्तु क्वचित् यदि क्रिया निर्ज्ञाता अस्ति, यथा मन्ये ग्रामे ग्रामं कश्चित् गच्छति इति तु निर्ज्ञातं वर्तते, परन्तु कः गच्छति इति न निर्ज्ञातं. तदा प्रयुज्यते देवदत्तः ग्रामं गच्छति. वाक्यं किमस्ति? सर्वथापि एतत् द्रष्टव्यं. वाक्यं किं प्रयुक्तम् अस्माभिः? यद् अस्ति तत्रैव तु निर्णयः कर्तुं शक्यते अस्माभिः. चेत् वाक्यं किमस्ति? वाक्ये विचारः कर्तव्यः. वाक्यं किमस्ति? देवदत्तः ग्रामं गच्छति. देवदत्तः ग्रामं गच्छति चेत् देवदत्तः प्राप्तं वस्तु वर्तते, ग्रामः प्राप्तं सिद्धं वस्तु वर्तते, गच्छति च साध्यं वस्तु वर्तते. अत्र देवदत्तस्य साध्यत्वं कथं भविष्यति? विधेयता ग्रामं गच्छति, एतत् ज्ञातमस्ति यत् तस्मिन् ग्रामे गच्छति इति. परन्तु कः गच्छति इति ज्ञातं नासीत्. पुनः अपरेण उक्तं देवदत्तः ग्रामं गच्छति चेत् तद् देवदत्तविधेयं जातं. यथा कस्यचित् विशेषणं भवति, अयं रामः वर्तते चेत् अयं रामः इति उद्देश्यं वर्तते. अन्यच्च अयं रामः सुन्दरः वर्तते चेत् सुन्दरं नवीनं तत्र आनीयते. सुन्दरम् इति विशेषणं तस्य विधेयम् अभवत्. तथैव अत्रापि ग्रामं गच्छति, कः गच्छति? देवदत्तः. मन्ये अत्र एका स्थितिर्वर्तते, केवलं गच्छति पदं प्रयुज्यते अस्माभिः. गच्छति अलं चेत् गच्छति इति कदा प्रयुज्यते? गच्छति इति प्रयुज्यते गमनक्रिया न सम्पन्ना. मन्ये सम्पत्स्यते सा स्थितिः. गच्छति पदस्य वर्तते. गच्छति प्रयोगकालः सः वर्तते यदा गमनक्रिया न सम्पन्ना अपि तु सम्पत्स्यते. आगामिनि काले न जायते कुत्र गच्छति, न जायते कः गच्छति इति. यदा च किन्नाम ग्रामं गच्छति, यदि प्रश्नः भविष्यति क्व गच्छति, पुनरपि तु सिद्धं वस्तु वर्तते न ग्रामः. विधेयत्वेन तु तदापि न स्यात्. देवदत्तोऽपि यतोहि अनेके अत्र छात्राः तिष्ठन्ति, तेषु कः गच्छति? अनेके तत्र ग्रामाः तिष्ठन्ति अथवा ग्रामोऽपि अस्ति, नगरमपि अस्ति, क्व गच्छति? पुनरपि तु वक्तु मनसि तु सिद्धत्वेनैव सः पदार्थः तिष्ठति. साध्यत्वेन तु तदापि न स्यात्. साध्यत्वेन कथं स्यात्? साध्यत्वेन तु सर्वथापि क्रिया एव भविष्यति. नास्ति. देवदत्तस्तु प्राप्तं वस्तु वर्तते पूर्वत एव. तत्र निश्चितं नास्ति कः गच्छति, परं देवदत्तः तिष्ठति तत्र. तथैव क्व गच्छति इति निश्चितं नास्ति. ग्रामः तिष्ठति. ग्रामः सिद्धं वस्तु वर्तते. सर्वथापि गच्छति इत्येव तु साध्यं भविष्यति. यतोहि यः प्रष्टा वर्तते स तु जानाति एव ग्रामं गच्छति इति, परन्तु कः गच्छति इति न जानाति चेत् तम ज्ञापयति एतत् वाक्यं प्रयुक्तस्य देवदत्तः प्राणं पश्यति चेत् तस्य कृते तु अस्मिन् वाक्ये देवदत्तस्य प्राणं पश्यति यत् ज्ञापयितुं तद् वाक्यं स जानाति ग्रामं गच्छति परन्तु कः गच्छति इति न जानाति चेत् तद् ज्ञापयितुं वाक्यं प्रयुक्तम् अस्तु अस्तु एतद् वाक्यं वर्तते प्रसङ्गः भिन्नो वर्तते प्रष्टा जानाति ग्रामं गच्छति यतोहि तत्रैव कार्यं तत्र शेक्ष्यति यत्किमपि वर्तते चेत् ग्रामं गच्छति अत्र प्रष्टा किञ्चित् वाक्यं प्रयुज्यते वा प्रश्नत्वेन कः गच्छति इति प्रयुक्तं चेत् कः गच्छति चेत् तत्र देवदत्तः इति प्रश्नः यतोहि ग्रामं गच्छति इत्यस्य प्रयोगस्य तु आवश्यकता एव न वर्तते अधुना ग्रामं गच्छति इति तु सर्वथापि अभिगतं वर्तते तत्र तत्र प्रयोगस्य तु प्रष्टुः कृते यतोहि प्रष्टा वर्तते अन्यच्च तत्र उत्तरयिता वर्तते चेत् प्रष्टुः कृते ग्रामं गच्छति इति पदस्य आवश्यकता नास्ति तत्र केवलमुच्यते देवदत्तः केवलं देवदत्तः अलं देवदत्त एव वाक्यं वर्तते देवदत्तस्य अस्तित्वं यथा वृक्षः तथैव देवदत्तस्य अस्तित्वं तत्र प्रार्थ्यते तत्र गच्छति नास्ति तस्मिन् काले द्रष्टव्यं केवलम् अस्माभिः यत्र काले देवदत्त इति प्रयुज्यते तत्र ग्रामं गच्छति नास्ति यदा च सम्पूर्णमपि वाक्यं वर्तते देवदत्तः ग्रामं गच्छति इति अपरः कालः यदा केवलं ग्रामं गच्छति इति प्रयुज्यते देवदत्तः न प्रयुज्यते पुनः प्रश्ने सति उच्यते देवदत्तः चेत् तत्र देवदत्तस्य अस्तित्वं प्रदर्श्यते केवलं तत्र वाक्ये ग्रामं गच्छति इत्यस्य तु आवश्यकता नास्ति गन्तुः स्वरूपं स्पष्टं नास्ति प्रश्नस्य आशयः कः वर्तते किमर्थं प्रश्नः क्रियते कश्चित् गन्ता वर्तते चेत् गन्तृत्वे तु तस्य संशयः नास्ति गन्ता तु नूनं कश्चिदेव यदि कर्म अपि वर्तते गच्छति क्रिया अपि वर्तते चेत् गन्ता अपि कश्चित् स्यात् चेत् गन्तृत्वे तु संशयः नास्ति न तस्य परं कः अस्ति इति नास्ति जानं चेत् तदा देवदत्तः आगच्छति चेत् स्वरूपविषये तु प्रश्नः वर्तते अत्र तस्मिन् काले अस्मिन् काले देवदत्तः ग्रामं गच्छति अत्र देवदत्तः नास्ति अत्र तु केवलं ग्रामं गच्छति इत्येव वाक्यं वर्तते सः अधुना तद् वाक्यं भिन्नं जातं यदा कः चेत् देवदत्तः भिन्नं वाक्यं जातं यदा देवदत्तः ग्रामं गच्छति एतद् वाक्यं वर्तते अत्र विचार्यम् अस्माभिः एवं भवति बोधः भवति किमस्ति सत्तातिरिक्तस्य कस्य बोधः भवेत् यदा वृक्षः अलं किमपि किमस्ति वृक्षशब्देन किमुच्यते यस्यामपि स्थितौ सः वृक्षः तिष्ठति पतितो वा स्यात् स्थितो वा स्यात् शुष्को वा स्यात् हरितो वा स्यात् केवलं वृक्षः इति उच्यते तं ब्रवीति न मन्ये कश्चित् बालः वर्तते वज्रः वर्तते अयं गौः इत्यादिकम् उच्यते सर्वथापि वाक्यस्य अथवा शब्दस्य प्रयोगकालः द्रष्टव्यः मम कृते तु तत्र सर्वमपि स्पष्टं वर्तते हरितः वृक्षः पुरस्तात् तिष्ठति इत्यादिकं वर्तते परमेकः नवीन आगच्छति उत वा वृक्षः किमर्थं प्रयुज्यते मया एतत् सर्वथा द्रष्टव्यं किमर्थं वृक्षः इति कदा च वृक्षः इति प्रयुज्यते मया चेत् स्वरूपज्ञानमेव भवति तत्र किं देवदत्तः आगच्छति किं देवदत्त आगच्छति चेत् प्रसङ्गः आगमनस्य देवदत्तस्य प्रति प्रश्नः नास्ति चेत् तत्र प्रसङ्गेन अर्थावबोधः भवति न यदि न अत्र तु प्रसङ्गः वर्तते केवलं स्वरूपावबोधे यदि तत्र क्रियां प्रति प्रश्नः मन्ये तस्य सत्तां प्रति सन्देहः नास्ति देवदत्तस्तु अत्र देवदत्त एव तिष्ठति नान्या तिष्ठति मन्ये चेत् तस्य क्रियां प्रति अधुना सन्देहः वर्तते किं सः करोति इति चेत् तत्र बोधो भविष्यति एवमस्ति अस्तु श्वः अधुना चलिष्यति समयोऽपि जातः समापयितव्यः ॐ सभूतञ्च भव्यञ्च सत्त्वं यश्च दिष्ठति सर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः